न श्रूयते भगिनि. I was in mute condition. Sorry. ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. हरिः ओम्. श्रीगुरुभ्यो नमः. सर्वेभ्यः नमस्कारः. पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवर्तमानविषयः अस्ति इत्संज्ञाप्रकरणम्. इत्संज्ञाप्रकरणस्य तत्र सार पश्यामः चेत् तत्र एतत् सर्वम् अस्माभिः पठितम्. एकवारं झटिति पुनरावर्तनं कृत्वा अग्रे सरेम. तत्र इत्संज्ञाप्रकरणे तत्र सप्तसूत्राणि सन्ति. सप्तसूत्रैभिः तत्र किं भवति, षट् सूत्रेभिः तत्र वर्णानाम् इत्संज्ञा भवति. एकं सूत्रम् अस्ति यः तत्र इत्संज्ञा तत्र किं भवति, निषेधकसूत्रम् अस्ति. यः प्रथम अपि च द्वितीयसूत्रम् अस्ति उपदेशयाजनुनासिक इति, अपि च हलन्त्यं सूत्रम्. सूत्रद्वयं प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति, इत्युक्ते धातु उपरि अपि कार्यं करोति, अपि च प्रत्ययः आदेशः अपि च आगमः अस्ति चेत् तत्रापि अनुनासिकस्वरस्य इत् भवति, अपि च अन्तिम हलवर्णस्य इत् भवति. न विभक्तो तुस्मः यः निषेधकसूत्रम् अस्ति, तत्र विभक्तिप्रत्ययेषु यद्यपि हलन्त्यम् इति सूत्रं प्रत्येकस्य उपदेशस्य उपरि कार्यं करोति, परन्तु हलन्त्यं सूत्रस्य यः बाधकसूत्रम् अस्ति, निषेधकसूत्रम् अस्ति, सः तत् निषेधकः कुत्र करोति, केवलं विभक्तिप्रत्ययेषु. सो प्रत्ययेषु एव पश्यामः तत्र विभक्तिप्रत्ययः वा न. विभक्तिप्रत्ययः अस्ति चेत् तत्र तुस्माः इति तवर्गीय वर्णः अपि च सकारः अपि च मकारः इति न भवति. अनन्तरं तत्र यः आदिर्नीटुडुवः अपि च एकं वार्तिकम् अपि अस्ति. अस्मिन् प्रकरणे न केवलं सप्त इति संज्ञासूत्राणि तत्र अस्माभिः पठनीयं, अतः अत्र एकम् अन्यत् एकं वार्तिकम् अपि पठनीयम्. इर् इति संज्ञावाच्य यः आदिर्नीटुडुवः इति सूत्रं, यद्यपि अत्र महर्षिः केवलम् उपदेशस्य आदौ नीटुडु अस्ति चेत् तस्य इत् करणीयम् इति वदति, परन्तु वयं तत्र पश्यामः चेत् तत्र यः कीदृश उपदेशस्य आदौ नीटुडु वर्तते इति पश्यामः चेत् केवलं धातुषु एव एतादृशः वर्णसमूहः आदौ अस्ति. अतः वयं किं वदामः, आदिर्नीटुडुवः इति सूत्रं केवलं धातुषु एव कार्यं करोति. किमर्थं चेत् एतादृशः वर्णसमूहः केवलं धातुषु एव आदौ अस्ति. सो अत्र कस्यचित् उपदेशस्य आदौ नी टू डु इति वर्णसमूहः अस्ति चेत् तस्य इत् करणीयम् इति सूत्रं वदति, परन्तु तत्र केवलं धातु षु एव नी टू डु इति वर्णसमूहः आदौ वर्तते, अतः एतत् सूत्रम् केवलं धातुषु एव कार्यं करोति. इर् इति संज्ञा वाच्य अपि धातुषु एव तस्य उपयोगः भवति. किमर्थं चेत् तत्र अत्र वार्तिकार वदति यत्र धातोः इर् इति वर्णसमूहः एकत्र अस्ति तत्र एकत्र इर् करणीयं, भिन्नभिन्नरीत्या तत्र इत् न करणीयम्. सो अत्र अनुनासिक इकारस्य अपि च हलन्तरकारस्य तत्र किम् एकत्र इर् भवति, तादृशधातवः तत्र धातुपाठे सन्ति. अनन्तरं ये अन्ते ये त्रीणि सूत्राणि, शः प्रत्ययस्य चुटु अपि च लशक्व आतदिते, लशक्व आतदिते इति सूत्रत्रयं वर्तते. तत्र केवलं प्रत्ययस्य विषये एव शः प्रत्ययस्य अपि च चुटु सर्वे ये यत्किमपि प्रत्ययः व्याकरणे तस्य उपरि कार्यं करोति. सो तत्र प्रत्ययस्य आदिं वर्णः चु अथवा टु अथवा मूर्धन्यषकारः अस्ति चेत् तस्य तु इत् करणीयम् आदौ अस्ति चेत्। परन्तु लशक्व तदिते इति सूत्रम् आतदित् प्रत्ययस्य विषये एव तत्र लशकु इति भवति, तदित् प्रत्ययेषु लशकु इति न भवति इति सूत्रस्य अर्थः। सो तत्र बहूनि आतदित् प्रत्ययाः, सो धातु अनन्तरं यत् किमपि प्रत्ययः आयाति तत्तु आतदित् प्रत्ययः एव। तदित् प्रत्ययः कुत्र आयाति? नाम नामपदस्य यः प्रातिपदिकम् अस्ति तस्य अनन्तरम् एव तदित् प्रत्ययः आयाति। परन्तु अतदित् प्रत्ययस्य विषये तु लशक्कु इति भवति, अतः धातु अनन्तरं यत्किमपि प्रत्ययः, विकरणप्रत्ययः अथवा तत्र आदेशरूपी तत्र प्रत्ययः आयाति चेत्, अपि च तत्र यः तिङ्समूहे ये अष्टादश तिङ्समूहे प्रत्ययाः सन्ति, अपि च तत्र विंशति अधिक एकशततम तत्र तस्य ये कृतप्रत्ययाः अपि धातु अनन्तरम् आयाति। सो कृतप्रत्ययेषु, तिङ्प्रत्ययेषु, विकरणप्रत्ययेषु तत्र सर्वदा किं लशकु इति भवति, ल श अपि च कवर्गीयव्यञ्जनः तत्र इति भवति अतदित् प्रत्यये। अनन्तरम् अस्मिन् प्रकरणे एकमेव विधिसूत्रं येन कार्यं विधीयते तत् सूत्रम् अस्ति, तस्य लोपः। सो व्याकरणे नियमः कः? इत् संज्ञा यस्य यस्य वर्णस्य इत् भवति तस्य तस्य अनन्तरं लोपकार्यम् अपि करणीयं। सो तस्य विषये तस्य कृते तत्र पाणिनिमहर्षिणा लोपविधायकसूत्रं दत्तं, तस्य लोपः इति अन्तिमं सूत्रम् अस्मिन् प्रकरणे। अस्तु, तत्र अन्ते एकं भिन्नविषयः दत्तम्, अनुबन्धवर्णाः किमर्थम्। वयं दृष्टवन्तः तत्र प्रत्येकस्य आदेशस्य प्रायशः तत्र महर्षिणा अनुबन्धवर्णः अपि दत्तम्। सो अनुबन्ध इति वदामः चेत् तस्य अनुबन्ध इत्युक्ते किम्? यः वर्णः आदेशे उपदेश अवस्थायाम् अस्ति परन्तु अनन्तरं यः तत्र प्रक्रियायां तत् वर्णः न तिष्ठति तस्य नाम एव अनुबन्धवर्णः। अथवा भिन्नरीत्या वदामः चेत् यस्य यस्य वर्णस्य यः यः वर्णः इति संज्ञकः तस्य अन्यनाम अस्ति अनुबन्धवर्णः। सो किमर्थं महर्षिणा तत्र, कृपया म्यूट् मध्ये तिष्ठतु, तत्र प्रतिध्वनिः आयाति। सो तत्र प्रश्नः आयाति, महर्षिणा किमर्थं तत्र लौकिकरूपम् एव न दत्तं, किमर्थं सः तत्र अनुबन्धवर्णानां तत्र प्रयोगं कृतवान् महर्षिपाणिनि तत्र तत्र। परन्तु अस्मिन् करपत्रे वयं दृष्टवन्तः ये अनुबन्धवर्णाः तेषां विभिन्नकार्याणि सिद्ध्यन्ति। सो तत्र अनुबन्धवर्णैः किं भवति? ये इत्संज्ञकवर्णैः तत्र बहूनि कार्याणि व्याकरणे। सो वयं दृष्टवन्तः यः बहु वारं वयं पश्यामः अनुबन्धवर्णैः नामकरणं भवति, इत्युक्ते प्रत्ययस्य नामकरणं, प्रत्ययस्य नामकरणं भवति, अपि च धातुः नामकरणं भवति। केन आधारेण? कीदृशवर्णः अस्मिन् प्रत्ययः इत्संज्ञकः अथवा अस्मिन् धातुः कीदृशवर्णः इत्संज्ञकः। सो अनुबन्धवर्णैः प्रथमकार्यमस्ति, तेन किं भवति? प्रत्ययस्य अपि च धातुः नामकरणं भवति, अपि च आगमस्यापि नामकरणं भवति। वयं दृष्टवन्तः पूर्वे तत्र त्रीणि प्रकारकाः आगमाः सन्ति, मित् आगमः, टित् आगमः, कित् आगमः। सो कथम् एतादृशनामकरणम्? अनुबन्धवर्णद्वारा एव वयं वदामः कित्त टित्त मित्त। सो यस्मिन् आगमे मकारः इत्संज्ञकः तादृश आगमः मित् आगमः, तथैव यस्मिन् आगमे ककारः कवर्क इति वर्णः इत् अस्ति, सो त तस्य अन्यनामः अस्ति कित्तागमः, तथैव यस्मिन् टकारः इति संज्ञकः सः टित्तागमः। सो अनुबन्धैः किं भवति? नामकरणं भवति, प्रत्ययस्य नामकरणम् अपि च धातुः नामकरणम्। एतत्तु एकं कार्यमस्ति। अनन्तरं तत्र वयं दृष्टवन्तः तत्र अत्र अस्तु बिन्दुत्रयं वयं पूर्वस्मिन् वर्गे पठितवन्तः। इदानीं तत्र तस्य अग्रे अद्य पठामः। अद्य एतत् करपत्रस्य समापनम् इति भवति इति अहं चिन्तयामि। अनन्तरं तत्र नूतनकरपत्रस्य तत्र आगमः कुर्मः। अस्तु अस्तु, कः क्षमताम्, अहं वदामि वा? वदतु महोदय। नमस्कार। त्रीणि कित् पित् मित् अस्ति वा? कित् टित् मित् ट ट इति टकारः इति संज्ञकः यस्मिन्, अपि च ककारः इति संज्ञकः यस्मिन्, अपि च मकारः म प फ ब ब म पवर्गीय अन्तिम व्यञ्जनः। केवलं तत्र आगमः केवलं ऐदर् इट् इस् अ टित् आगमः आर् इट् इस् अ कित् आगमः आर् इट् इस् अ मित् आगमः क ट म। There will be no other type of agama in vyakran. Yat kimapi agamah maharishina uktaha yatha tatra vayam drishtvantaha idito num tatra api num agamah bhavati. So tatra num iti agamah mit asti. Tatra ekam sutram api purve pathitam. Tatra kim asti? तत्र अट् आगमः भवति। सूत्रं किम् इदानीं तु न स्मारयामः। तत्र नित् प्रत्यय नित् लकारेषु तत्र किं भवति इत्य एकं सूत्रम् अस्मा वयं पठितवन्तः पूर्वे। तत्र किं भवति? अट् इति आगमः, अगच्छत्, अलिखत्, तत्र अ इति आदौ आयाति नित् लकारेषु। सो तत्र अट् आगमः, तथैव तत्र कित् आगमः। सो तत्र केवलं त्रीणि प्रकारकः आगमः एव भवितुमर्हति व्याकरणे। सो अनुबन्धैः किं भवति? प्रत्ययस्य नामकरणं भवति। अनन्तरं यदा प्रत्ययस्य नामकरणं भवति तस्य उपयोगः कुत्र दृश्यते? सूत्रेषु, महर्षिणा सूत्रेषु तादृशः, इत्युक्ते तत्र बहूनि सूत्राणि कित् नित् परे एव कार्यम्। सो कित्नित् वदामः चेत् तत्र किं? ककारः इति यस्मिन् प्रत्यये तादृशप्रत्ययः परे अस्ति चेदेव कार्यम्। अथवा क ख ग ग ण कण्ठीयन कण्ठनकारः इति यस्मिन् प्रत्ययः तादृशप्रत्ययः प्रकृति अनन्तरम् अस्ति चेदेव कार्यम्। सो नामकरणं महर्षिणा कुत्र प्रयोगं सः कृतवान्? सूत्रेषु। सो सूत्रेषु तादृशः रीत्या तत्र प्रत्ययः दत्तं कित् प्रत्ययेषु नित् प्रत्ययेषु एव कार्यम्। अथवा च छ ज ज ञ नित् प्रत्ययः परे अस्ति चेदेव एतादृशकार्यं। सो अनुबन्धैः तत्र बहूनि कार्याणि सिद्ध्यन्ति व्याकरणे। सो तत्र एवमेव तत्र महर्षिणा न दत्तम्। सो प्रयोजनं विना वयं जानीमः तत्र किमपि कार्यं न भवति व्याकरणे। अतः तत्र इत्संज्ञकवर्णानाम् अपि प्रयोजनं वर्तते व्याकरणे इति अत्र लिखितमस्ति अस्मिन् परिच्छेदे। अस्तु, इदानीम् अत्र प्रश्नः उदेति, एतत् आरभ्य अद्य पठामः। कः पठितुम् इच्छति? कः अथवा का? अहं पठामि वा भगिनि? आं भगिनि, पठतु। अनुबन्धवर्णः किमर्थम्? अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धै ते भिद्यन्ते. यथा भ्वादिगणेश तुदादिगणेश उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनानन्तरम्. अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते, तथैव बहुत्र. प्रत्ययस्य अन्यरीत्या नामकरणं भवति, तस्य स्वभावात् स्वभावम् अनुसृत्य अनुबन्धानुगुणं भवति. नकारः अनुबन्धः चेत् यथा णिच् प्रत्ययः, तर्हि संक्षेपे प्रत्ययस्य नाम णित्, नकारः इत् यस्य सः णित् इति बहुव्रीहिसमासः. ककारः अनुबन्धः चेत् यथा तवतु प्रत्ता, तर्हि संक्षेपे प्रत्ययस्य नाम कित्, ककारः इत् यस्य सः कित् इत्यादि इत्यादिकम्. प्रश्नः उदेति, अनुबन्धः किमर्थं युज्यते? युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव. अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्गीतः निर्दीयते कार्यार्थम्. यथा शप् इति विकरणप्रत्ययः, तस्य शकारस्य इत्संज्ञा, पकारस्य च इत्संज्ञा. अनुबन्धलोपानन्तरम् अ एव इत्येव अवशिष्यते. शकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति. भू अधिकं शप् अधिकं ति अनुबन्धन अनुबन्धलोपे भू अधिक अ अधिक ति शप् प्रत्ययस्य कारणेन ऊकारः ओकारः भवति, गुणः भवति. भो इति अतः भू भो भवति. भो अधिकम् अ अधिकं ति सन्धिभूत्वा भवति इति भवति. तर्हि क्रियापदे क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धनां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के च अवशिष्यते. तदा एव अग्रे धातुप्रत्ययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. सुबन्त पदविषये नामपदविषये अपि तथा प्रथमं कार्यम् अस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः, तदा एव पदनिर्माणम्. तावदेव वदतु भगिनि. अनुबन्धानन्तरं विकरणप्रत्ययस्य कदाचित् एकमेव द्वे गणे एकमेव वर्णः तिष्ठति, यथा समानवर्णः तिष्ठति. समानवर्णः तिष्ठति यथा द्वादिगणे तुदादिगणे अ एव अवशिष्यते. तत् अनन्तरं यदा वयं प्रत्ययस्य अजोडनेन किं करणीयम् इति प्रश्नः, यदा वयम् अ एव पश्यामः तदा भ्वादिगणः वा तुदादिगणः वा इति प्रश्नः उदेति. तदा भ्वादिगणे शप् एव विकरणप्रत्ययः अस्ति. शप् शप् अनुबन्धानन्तरं शप् लोपं भूत्वा अ एव अवशिष्यते, परन्तु शप् इत्यस्य गुणः तिष्ठते. शकारपकारयोः तत्र गुणः भवति. अकार उकारयोः ओ इति भवति, ओकारः भवति, तत्र गुणः भवति. यथा शप् प्रत्ययः अस्ति, तुदादिगणे श एव तिष्ठते, श एव अस्ति, अतिष्ठते, परन्तु तत्र गुणः न भवति. किमर्थं? प नास्ति, अतः गुणः न भवति. तदानीं तत्र एव वयं जानीमः अ सहितधातुः वादिगणे वा सुदादिगणे वा इति वयं निश्चितं कर्तुं शक्नुमः. सत्यं भगिनी. सो अत्र यः प्रत्ययस्य स्वभावः इति वदामः चेत् यदा वयं वदामः प्रत्ययस्य कीदृशस्वभावः अस्ति, सो तत्र स्वभावः इत्युक्ते अस्मिन् प्रत्यये के वर्णाः इत्संज्ञकः. किमर्थं चेत् तत्र इत्संज्ञकवर्णैः तत्र किं न केवलं नामकरणं तत्र महर्षिणा कृतं, प्रत्ययस्य नामकरणं कृतम्, अपि च तत्र सङ्केतः कार्यार्थं सङ्केतः अपि महर्षिणा तत्र दीयते अनुबन्धवर्णैः. यथा यस्मिन् प्रत्यये केवलं षकारः इति तत्र गुणस्य कृते तत्र प्रसक्तिः अस्ति, परन्तु यस्मिन् विकरणप्रत्यये पकारः इति न अस्ति तत्र पकारः इति नास्ति चेत् तत्र गुणस्य कृते बाधा भवति. सो तत्र कार्यस्य कृते न केवलं नामकरणं भवति अनुबन्धवर्णैः, परन्तु तत्र कार्यार्थं सङ्केतः अपि तत्र महर्षिणा दत्तं सूत्रेषु. सो सूत्रेषु अतः वयं किं वदामः, यद्यपि तत्र प्रत्ययस्य तत्र अन्ततो गत्वा निरनुबन्धरूपः समानः दृश्यते, तथापि तत्र प्रत्ययस्य मूलरूपं किं तत् अपि ज्ञातव्यं. न जानीमः प्रत्ययस्य मूलरूपं कः, वयं कार्यं न कर्तुं शक्यते. यथा श प्रत्ययनिमित्तीकृत्य तत्र गुणकार्यं न भवति, परन्तु शप् प्रत्ययः परे अस्ति चेत् गुणकार्यं भवति. गुणयुक्ते तत्र स्वराणां तत्र परिवर्तनं भवति, उकारः ओकारः भवति, इकारः तत्र एकारः भवति, ऋकारः अर् भवति. सो कीदृशः प्रत्ययः आदौ परे अस्ति चेदेव वयं कार्यार्थं तत्र किं सङ्केतं पश्यामः, प्रत्ययस्य स्वभावः पश्यामः चेदेव ज्ञातुं शक्यते अत्र कीदृशकार्यं करणीयम् अथवा कार्यस्य कृते बाधा अस्ति वा नास्ति. केवलं मूलरूपं पश्यामः चेदेव तत्र ज्ञातुं शक्यते. अन्तिमरूपम् इत्युक्ते निरनुबन्धरूपं पश्यामः चेत् तत्र वयं न ज्ञातुं शक्यते कार्यस्य कृते बाधा अस्ति वा, कार्यं करणीयं वा न जानीमः. मूलरूपम् एव पश्यामः चेत् तत्र वयं ज्ञातुं शक्यते. अत्र एकं यः अन्तिमं परिच्छेदः लिखितमस्ति तत्र किं वयं जानीमः व्याकरणे व्याकरणस्य मूल तत्र यः प्रयोजनं किम् अस्ति. यथा वयं संस्कृतव्याकरणं पठामः चेत् तत्र मूल तत्र तस्य प्रयोजनं किं, व्याकरणस्य मूल प्रयोजनम् अस्ति पदनिर्माणम्. पदनिर्माणम् इत्युक्ते पदनिर्माणं कथं भवति, यः वयं भाषायां येषां पदानां वयम् उपयोगं कुर्मः तत्र तेषां पदानां निर्माणं कथं भवति तस्य कृते एव तत्र सूत्राणि अष्टाध्यायी इति ग्रन्थे. सो कथं पदस्य निर्माणं कुर्मः इति मूल आशयः अस्ति व्याकरणशास्त्रस्य मूलप्रयोजनं. सो प्रकृतिप्रत्ययमेलनेन एव पदस्य निर्माणं भवति. प्रकृति वदामः चेत् धातुः अपि च प्रातिपदिकम्. प्रत्ययः वदामः चेत् तदित् प्रत्ययः अतदित् प्रत्ययः एते सर्वे प्रत्ययः मिलित्वा प्रत्ययः. सो नामपदं कदा भवति, यदा प्रातिपदिकस्य अनन्तरं तदित् प्रत्ययः योजयामः अपि च सुप् प्रत्ययः योजयामः चेत् तत्र किं भवति, पदस्य निर्माणम्. परन्तु प्रत्येकस्य आदेशस्य तत्र वयम् अस्माभिः प्रथमसोपाने किं करणीयम्, इत्संज्ञकवर्णानाम् अनुबन्धानां निष्कासनं करणीयम्, अनन्तरम् एव तत्र प्रकृतिप्रत्ययमेलनं भवति. यदा वयं मूलरूपं नयामः पाणिनिधातुपाठे ये धातवः सन्ति धातुपाठेषु तत्र कोऽपि धातु नयामः अनन्तरं कोऽपि कृत् प्रत्ययः अथवा तिङ् प्रत्ययः अथवा विकरणप्रत्ययः योजयामः तत्र प्रथमसोपाने एव प्रत्येकस्य उपदेशस्य के अनुबन्धाः तत् पश्यामः, तेषां निष्कासनं करणीयम्, अनन्तरम् एव पदनिर्माणं भवति. सो व्याकरणे मूल तत्र प्रयोजनं किम् अस्ति, पदानां निर्माणं तत्र भवति. सो पदानां निर्माणं कथं भवति? प्रकृतिप्रत्ययमेलनेन एव क्रियापदम् अथवा नामपदं वयं निर्मातुं शक्नुमः इति अत्र लिखितम् अस्ति. सो प्रथम अस्माकं प्रथमकार्यं किम् अस्ति? अनुबन्धानां निष्कासनं, के वर्णाः इत्संज्ञकः, अनन्तरं तेषां लोपः अपि करणीयं. ते सर्वे अपगच्छन्ति, ते प्रक्रियायां न तिष्ठति. सो अनुबन्धे हि बहूनि कार्याणि व्याकरणे सिद्ध्यन्ति इति तत्र ते अनुबन्धाः विना प्रयोजनं महर्षिणा तत्र न प्रयोगं कृतवान् सः. तत्र तेषां प्रयोजनं वर्तते, अतः अत्र अस्मिन् परिच्छेदे तदेव लिखितम् अस्तु. अग्रे कः पठितुं, कः अथवा कः पठितुम् इच्छति? वृत्तान्ते डुपचष् चेतन भगिनी पठितुम् इच्छति वा भगिनी? वृत्तान्ते डुपचष् पाके इति मूलस्वरूपं, पचति इति क्रियापदम्. तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया डुपचष् इति उपदेशे स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति. आरम्भे डु, अन्ते शकारः, अपि च चकारोत्तरवर्ती अकारः. चकारात् अनन्तरं वर्तते इति चकारोत्तरवर्ती. वर्ती इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः. त्रयाणाम् अपि अनुबन्धानाम् इत् संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्. तत्र तकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते. तर्हि पच् योगतव्य इति स्थितिः. एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत. किं लिखितमस्ति अत्र? डुपचष् इति मूलधातुः अस्ति. तस्य शकारस्य हलन्त्यं सूत्रेण इत् भवति. अ अनुनासिक अ स्वरस्य कुत्र अस्ति अनुनासिककारः? अत्र लिखितं न, चकार उत्तरवर्ती. चकार तस्यापि उपदेशे अजनुनासिक इत् सूत्रेण इत् भवति. आदिर् नीटुड्वः इति सूत्रेण डुकारस्य इत् भवति. डुकारः न वदामः, डु इति वर्णसमूह, डु इति वर्णसमूहस्य इत् भवति. अतः पच् एव तिष्ठति अन्तिमे. अनन्तरं पच् धातोः तव्य तव्यत् इति कृत् प्रत्ययः. तव्यत् इति एकं प्रत्ययः. सो पदनिर्माणं कथं भवति? प्रकृतिप्रत्ययमेलनेन एव पक्तव्यम् इति रूपं, पक्तव्यम् इति पदम् अस्ति. सो कथं भवति? पच् योग तव्यत् इति प्रत्ययः. सो प्रत्ययेषु अपि इत्संज्ञकवर्णानां तत्र इत् करणीयं, तत्र निष्कासनं करणीयं सो तव्यत् इति प्रत्यये के वर्णाः इति संज्ञकः तदपि वदतु अन्तिम हलस्य इति सूत्रेण हलन्त्यं हलन्त्यम् इति सूत्रेण त इत्संज्ञकः भवति अतः तव्य तिष्ठति सो पच् योग तव्य इति कुर्मः चेत् तत्र अनन्तरं सन्धिकार्यं पक्तव्यम् इति भवति नपुंसकलिङ्गे पक्तव्यम् इति भवति म आयाति अन्ते सो चकारस्य ककारः इति सन्धिकार्यं सो तत्र चोहस्कु इति सूत्रेण तत्र अत्र चकारस्य कवर्गीयव्यञ्जनः आदेशः भवति एकं सन्धिकार्यमस्ति अत्र व्यञ्जनसन्धि चोहस्कु इति अनेन तत्र चकारस्य ककारादेशः भवति सो अत्र दृश्यतु अत्र स्तोः चुनाश्चुः इति सूत्रस्य कार्यं न भवति स्तोः चुनाश्चुः इति सूत्रं जानाति वा भगिनि आं भगिनि वदतु सूत्रस्य कः अर्थः स्तोः स्तः सकारः अपि च तवर्गीयव्यञ्जनः आम् तत् स्तोः चुना स्चुः स्तोः सप्तम्यान्तं श्चुना तृतीयान्तं श्चुः प्रथमान्तम् अतः सकारस्य स्थाने षकारः भवति तकारस्य स्थाने तवर्गस्य स्थाने चवर्गः भवति अत्र शुचुना इति तृतीयान्तं पदः चुना सूत्रे तृतीयान्तं पदः अस्ति चेत् तस्य कः अर्थः पूर्व अपि भवति पर कार्यमपि भवितुं शक्यते सो अत्र तकारः परम् अस्ति चुना परे चुना इति चू इति च छ ज जन चकारस्य परे तकारः सो अत्रापि कार्यं भवितुम् अर्हति तकारस्य स्थाने अत्र च इति भवितुम् अर्हति पच् पच्व इति रूपं पच्व इति भवितुम् अर्हति परन्तु तेन सूत्रेण तं सूत्रं बाधित्वा अत्र चोहस्कु इत्यनेन कार्यं सो अत्र भिन्न किमर्थं तत् सूत्रम् अत्र कार्यं न करोति तत्र पूर्वत्र सिद्धम् इत्यनेन इत्युक्ते चोहस्कु इति सूत्रं पूर्वसूत्रम् स्तोः चुनाश्चुः इति परं सूत्रं सो यः द्वितीयभागः अष्टाध्यायी इति ग्रन्थे तत्र पूर्वं सूत्रम् एव प्रथमे तेन पूर्वसूत्रेण एव कार्यं सो अत्र चुहस्कु इत्यनेन कार्यं भवित्वा तत्र पक्तव्यम् इति भवति सो तव्यत् इति तव्यत् इति प्रत्ययः योजयामः चेत् तत्र नपुंसकलिङ्गपदं तत्र तेषां निर्माणं भवति पक्तव्यम् इति रूपं तथैव अत्र पचति इति क्रियापदम् इति लटीरूपम् अस्ति पदम् अस्ति सो अत्रापि डुपचंश्योग तत्र शापयोग तिप् भवति सो पचति इति रूपं सो भवादिगणे पच् इति पचति इति रूपं पश्यामः चेत् ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति इति प्रथम तत्र यः पाठः आसीत् पूर्वे वयं पठितवन्तः लटीरूपं कथं जानीमः लटीरूपं पश्यामः चेत् कथं जानीमः धातु कस्मिन् गणे अस्ति इत्युक्ते धातु तिङ् मध्ये यः भागः तं भागं तत्र पश्यामः चेदेव ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति परन्तु अकारः तु भुवादिगणे अपि अस्ति तुदादिगणे अपि अस्ति परन्तु वयं तत्र किं पठितवन्तः वयं पठितवन्तः प्रायशः यः ये तत्र हलन्तधातुः पच् इति लौकिकरूपं पश्यामः चेत् हलन्तधातुः प्रायशः ये किं वदामः चेत् परिचितधातवः इत्युक्ते येषां प्रयोगं वयं वारं वारं कुर्मः परिचितधातवः अपि च हलन्तधातवः प्रायशः तत्र कस्मिन् गणे ते सर्वे तत्र भुवादिगणे एव अतः यद्यपि अत्र पच् अति अस्ति मध्ये अकारः अस्ति प्रथमे तु तत्र किम् आयाति मनसि धातुः भुवादिगणे वा तुदादिगणे वा परन्तु तुदादिगणे पाणिनिना पाणिनिमहर्षिणा विशिष्टधातवः एव तत्र तेषां स्थापनं सः कृतवान् सो ये प्रायशः तत्र भुवादिगणे एकसहस्र उप एकसहस्रधातवः तत्र सन्ति भुवादिगणे सो अत्रापि प्रकृतिप्रत्ययस्य मेलनेन एव पचति इति भवति सो अत्र न केवलं तिप् इति प्रत्ययः अत्र मध्ये शप् इति प्रत्ययः अपि अस्ति सो अत्र प्रत्ययद्वयं वर्तते तेन आधारेण एव पचति इति रूपं भवति अत्र तु पक्तव्यम् इति यः पदनिर्माणं भवति तत्र तु केवलं डुपचंश्योग तव्यत् कुर्मः चेदेव तत्र कार्यं परन्तु तत्र अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति प्रत्येकस्य उपदेशस्य तत्र अनुबन्धवर्णानां निष्कासनम् आदौ एव करणीयम् अनन्तरम् एव तत्र कार्यस्य आरम्भः भवति इति लिखितमस्ति एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति इत्युक्ते यदा वयं तव्यत् प्रत्ययेषु अनुबन्धानां निष्कासनं कुर्मः अपि च डुपचंशित् धातौ तत्र अनुबन्धानां निष्कासनं कुर्मः अनन्तरम् एव वयं कार्यस्य आरम्भं तत्र कुर्मः सो प्रथमसोपाने एव इत्संज्ञकवर्णानां निष्कासनं सो अत्र सारकः अस्ति ये सप्तसूत्राणि तेषां वारं वारं तत्र अध्ययनम् अस्माभिः करणीयम् अपि च न केवलं सप्तसूत्राणि एकं वार्तिकमपि तत्र पठनीयम् इति संज्ञाप्रकरणे तेन आधारेण एव व्याकरणे यत् किमपि कार्यं व्याकरणे भवति एते सप्तसूत्रेभिः एव तत्र किम् इति संज्ञा वर्णानाम् इति संज्ञा सो वी शुड् रिमेम्बर् आल् दीस् सेवेन् सूत्रास् अपि च वार्तिकम् अपि च लोपकार्यम् अपि अनन्तरं करणीयम् अस्तु अग्रे अपि पठतु भगिनि भगिनि एकः संशयमस्ति किमर्थं स्तोः स्टुनाश्चुः अप्लै न करणीयं पच् योगतव्य तत्तु ऐ हेव् मेड् दट् पूर्वत्र सिद्धम् ऐ थाट् ऐ हेव् taught you that purvatra siddham but you people have not read that sutra purvatra siddham iti ekam sutram asti tena sutrena kim bhavati ashtadhyayi iti granthasya tatra kim bhavati bhaga dvayam maharishina kritam so ekam bhagah asti sapad saptadhyayi tasya namah ashtadhyayi granthasya sampurna ashtadhyayi granthasya tatra kim bhaga dvayam vartate प्रथमभागस्य नाम अस्ति सपादसप्ताध्यायी द्वितीयभागस्य नाम अस्ति त्रिपादी सो त्रिपादीयां किं भवति त्रिपादीयां तत्र सर्वदा यदा एकत्र अत्रापि यदा अत्र पचयोगतव्य इति स्थित्यां किम् अस्ति चोहोस्कु इति सूत्रस्य प्रसक्ति अपि च स्तोः स्नाश्चुः इति सूत्रस्य अपि तत्र प्रसक्ति भवति सो एकस्मिन् समये एकस्मिन् काले इत्युक्ते प्रक्रियायाम् एकस्मिन् समये इन् वन् स्टेप् ओन्ली तत्र सूत्रद्वयं कार्यस्य कृते उद्युक्तः भवति चेत् केन सूत्रेण कार्यं कथं जानीमः तत्र भ्रमः जायते केन सूत्रेण कार्यं करणीयं प्रथमे आदौ फस्ट् विच् सूत्र शुड् अप्लै दिस् सूत्र आर् देट् सूत्र तत्र महर्षिणा एकं सूत्रं दत्तं पूर्वत्रा सिद्धं सो पूर्वत्रा सिद्धम् इति अन्येन किं भवति त्रिपादीयां किं भवति केवलं द्वितीयभागे त्रिपादी इति ग्रन्थस्य द्वितीयभागः तत्र किं भवति यत्र एकस्मिन् काले सूत्रद्वयम् आयाति चेत् तत्र प्रथमे पूर्वसूत्रेण एव कार्यं सो चोहस्कु इति पश्यामः चेत् तत् पूर्वसूत्रं, परन्तु स्तोश्चुनाश्चुः इति पश्यामः चेत् तत् अनन्तरम् आयाति. मे बि अष्टमध्यायस्य चतुर्थपादे तत् सूत्रं, परन्तु चोहस्कु इति ऐ डोण्ट् रिमेम्बर् द संख्या, ऐ विल् चेक् एण्ड् सेण्ड् इन् द वाट्सप् ग्रुप्. सो त्रिपादीयं किं भवति? पूर्वसूत्रेण एव प्रथमे कार्यं करणीयं, न तु परसूत्रेण. सो सूत्रसङ्ख्या अपि आवश्यकं. देट् इस् वै वी आर् रीडिङ्ग् सूत्रसङ्ख्या. यदा वयं सूत्रस्य तत्र अध्ययनं कुर्मः तत्र सूत्रसङ्ख्या आवश्यकम् अस्ति. सो वी शुड् रीड् द सूत्रसङ्ख्या. सो कः सूत्र पूर्वसूत्रं, कः सूत्र परं सूत्रं कथं जानीमः? सङ्ख्या दृष्ट्वा एव जानीमः. सो यदि अष्टमध्यायस्य द्वितीयपादस्य चोहस्कु इति सूत्रमस्ति, परन्तु स्तोश्नाश्चुः इति अष्टमध्यायस्य चतुर्थपादे अस्ति. सो परं सूत्रम् अस्ति. सो त्रिपादीयं किं नियमः वर्तते? पूर्वत्र सिद्धम् इत्यनेन सूत्रेण, पूर्वसूत्रेण एव कार्यं करणीयं प्रथमे, अनन्तरं तत्र परसूत्रस्य प्रसक्तिः अस्ति वा नास्ति तत् पश्यामः. सो वी हेव् टु रीड् द सूत्रसङ्ख्या. अवगतं वा भगिनि? आं भगिनि, स्पष्टम्. अस्तु, धन्यवादः. अत्रापि पठतु. एवमपि ध्येयं केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवति, यथा भू धातुः भू सत्तायां तत्र कोऽपि अनुबन्धः नास्ति. प्रत्ययेषु यथा अ इति प्रत्ययः, तत्र अनुबन्धः नास्ति. वदतु. धातवप्रत्ययः न अवगतं भगिनि. इत्युक्ते इदानीं पर्यन्तं वयं किं दृष्टवन्तः? तत्र मूलरूपं भिन्नं, लौकिकरूपं भिन्नं. यदा धातु नयामः और् प्रत्ययः नयामः, परन्तु अस्मिन् परिच्छेदे किं लिखितम्? अस्मिन् परिच्छेदे स्वरूपमहोदयेन किं लिखितं? परन्तु प्रत्येकस्य मूलधातुः तत्र अनुबन्धवर्णः भवितुम् अर्हति इति तु तत्र कोऽपि नियमः नास्ति. यथा भू इति धातुः, भू इति धातुः मूलरूपम् अपि च लौकिकरूपं समानम् अस्ति. किमर्थं समानम्? अत्र कोऽपि अनुबन्धवर्णाः एव नास्ति भू इति धातुषु. सो इट् इस् दिस् इस् नाट् दिस् फिक्स्ड् रूल् देट् एव्रि उपदेश शुड् हेव् एन् अनुबन्धवर्णः, तथा नास्ति. तत्र केचन धातवः अपि सन्ति धातुपाठे, येषां कोऽपि अनुबन्धवर्णः एव नास्ति. तथैव प्रत्ययस्य विषये, प्रत्ययेषु अपि यथा अ इति प्रत्ययः, मूलरूपम् एव अकारः अ अस्ति. सो अत्र कोऽपि अनुबन्धवर्णः नास्ति. तथैव धातुषु अपि तत्र केचन धातवः सन्ति, येषां मूलरूपम् अपि च लौकिकरूपं समानम्. किमर्थं चेत्, किमर्थं समानं? तत्र कोऽपि अनुबन्धाः न भवन्ति. सो दिस् इस् नाट् एन् हार्ड् एण्ड् फास्ट् रूल् देट् एव्रि धातु शुड् हेव् अनुबन्धवर्णः, तथैव एव्रि प्रत्यय शुड् हेव् अनुबन्धवर्णः. कुत्रचित् तत्र तादृशधातवः अथवा तादृशप्रत्ययाः अपि सन्ति येषाम् अनुबन्धः नास्ति. भगिनि, परन्तु भू भवति भवति खलु? धातु तु भू एव अस्ति, यथा भू तु भवति भवति इति रूपं भवति, परन्तु धातु तु भू एव अस्ति. अत्र कोऽपि अनुबन्धवर्णः नास्ति इति अत्र लिखितम्. भू इति यः भू सत् मूलधातुः अस्ति खलु, तत्र उपदेशपि उपदेशपि औपदेशिकधातुः, परन्तु अत्र मूलरूपं भिन्नं, लौकिकरूपं भिन्नं. लौकिकरूपं किमस्ति भगिनि? पच् इति लौक् धातु. लौकिकरूपं किम्? अनुबन्धनं निष्कासनम् अनन्तरं यत् रूपं यत् वर्णसमूहः निष्पद्यते तदेव लौकिकरूपं सो अत्र अनुबन्धनं निष्कासनम् अनन्तरं पच् एव अवशिष्यते सो पच् इति लौकिकरूपं परन्तु भूधातुषु मूलरूपम् अपि च लौकिकरूपं समानम् अस्ति किमर्थं समानम् अत्र कोऽपि अनुबन्धवर्णाः एव महर्षिणा न दत्तं तत्र धातुपाठे भू एव अस्ति परन्तु अत्र पच् विषये धातुपाठे तु डुपचंश अस्ति न तु पच् अस्ति सो औपदेशिकधातुकः डुपचंश परन्तु भूविषये तु भू एव औपदेशिकधातुः तत्र कोऽपि अनुबन्धवर्णः नास्ति तथैव प्रत्ययस्य विषये अ इति प्रत्ययः प्रायशः द संख्या द नम्बर् इस् वेरि लेस् बट् तादृशधातुवः अपि च तादृशप्रत्ययः अपि व्याकरणे येषां कोऽपि अनुबन्धः नास्ति इति तु तत्र वि शुड् नो दिस् थिङ्ग् आल्सो कि वी विल् सर्च् वाट् इस् द मूलरूपम् आफ् भू भू इस् द मूलरूपम् एव अस्तु अत्रापि अन्तिमं परिच्छेदमपि पठतु चेतन् भगिनि अन्यानि उदाहरणानि प्रत्ययस्य न च ज्ञ च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य क च ङ च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति न ञ क ण इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः एतादृशानि महत्त्वपूर्णकार्याणि अनुबन्धैः सिद्ध्यन्ति न अपि च ञ अनुबन्धः वर्णः अस्ति चेत् किं कार्यं वृद्धिः भवति कस्य वृद्धिः धातुः अन्तिमस्वरस्य वृद्धिः धातु अनन्तरं कोऽपि प्रत्ययः योजयामः चेत् यस्मिन् प्रत्यये मूर्धन्यनकारः अपि च तालुन्यकारः इति अस्ति तादृशप्रत्ययः धातु अनन्तरम् आयाति चेत् तत्र कीदृशकार्यं भवति धातु यः अन्तिमस्वरः तस्य वृद्धिः भवति इट् बिकम्स् दीर्घः अस्तु यथा तत्र पच् योग निच् कुर्मः चेत् पच् न नयामः यस्य अन्तिमस्वरः भू योग निच् कुर्मः चेत् तत्र अन्तिमस्वरस्य वृद्धिः निच् इति प्रत्यये मूर्धन्यनकारः इति संज्ञकः सो वेनेवर् वी आर् डूयिङ्ग् प्रक्रिया वी शुड् नो प्रत्ययस्य स्वभावः कः प्रत्ययस्य स्वभावः इति वदामः चेत् अस्मिन् प्रत्यये कीदृशवर्णः इति संज्ञकः किमर्थं चेत् मूर्धन्यनकारः इति संज्ञकः अस्ति चेत् तत्र वृद्धिकार्यं भवति तथैव प्रत्यये तालुन्यकारः इति संज्ञकः अस्ति चेत् तत्रापि वृद्धिकार्यं सो णित् अपि च णित् निमित्तीकृत्य तत्र वृद्धिकार्यं भवति कस्य वृद्धिः धातुः अन्तिमस्वरस्य वृद्धिः किमर्थं चेत् तादृशसूत्रं तत्र अचोणिनीति इति सूत्रमस्ति अचोनिनीति इति सूत्रं किं वदति धातु अनन्तरं कोऽपि नित् अथवा णित् प्रत्ययः आयाति चेत् तत्र वृद्धिकार्यं स्वरस्य वृद्धिः करणीयं भू भौ भवति वृद्धिसंज्ञकवर्णः कः अत्र भो न भवति अत्र णिच् प्रत्ययः निमित्तीकृत्य भू भौ भवति तथैव तत्र पच् इति धातु नयामः चेत् तत्र पच् योग निच् कुर्मः चेत् तत्र किं भवति धातुः उपदायां यः ह्रस्व अकारः तस्य दीर्घः वृद्धिः भवति आ पाच् भवति यथा पठयोग निच् कुर्मः चेत् पाठ पाठी भवति तत्र पठ बिकम्स् पाठ बिकास् तादृशः सूत्रं तत्र तत्र सूत्रं तादृशः सन्ति यदा प्रकृति अनन्तरं कोऽपि निच् अथवा णिच् प्रत्ययः आयाति चेत् तत्र सर्वदा निच् वृद्धिकार्यं परन्तु अत्र किम् अनन्तरं किं लिखितमस्ति धातु अनन्तरं कोऽपि कित् अथवा नित् प्रत्ययः आयाति चेत् तत्र कस्यापि स्वरस्य गुणवृद्धिः कस्यापि इत्युक्ते न अन्तिमं स्वरस्य न उपधायां स्थितस्य स्वरस्य सो तत्र कित् नित् प्रत्ययस्य निमित्तीकृत्य तत्र किं गुणस्य कृते अपि बाधा वृद्धिकार्यस्य कृते अपि बाधा तादृशसूत्रमस्ति किनिति च किरिति च इति सूत्रेण कित् नित् प्रत्ययः परे गुण अपि च वृद्धिकार्यस्य कृते बाधा भवति सो देट् इस् द अनुबन्धानां तत्र किं प्रयोजनं व्याकरणे सो वि शुड् नो वट् टैप् आफ् प्रत्यय इस् कमिङ्ग् आफ्टर् प्रकृति धातुः अथवा नामपदस्य अनन्तरं कीदृशः प्रत्ययः कित् प्रत्ययः वा णित् प्रत्ययः वा नित् प्रत्ययः वा किमर्थं चेत् अनुबन्धैः तत्र कार्यं सिद्ध्यन्ति इति उपरि लिखितमस्ति कीदृशकार्यं करणीयं वा न करणीयं बाधा अस्ति वा इति वयं प्रत्ययस्य स्वभावः कीदृशप्रत्ययः अस्ति तदेव पश्यामः चेदेव ज्ञातुं शक्यते अत्र कीदृशकार्यं करणीयम् अत्र गुणकार्यं करणीयं वा वृद्धिकार्यं करणीयम् यदा शप् प्रत्ययः शित् अपि च पित् प्रत्ययः परे अस्ति चेत् गुणकार्यम् तथैव नित् अथवा णित् प्रत्ययः परे अस्ति चेत् वृद्धिकार्यं सो कथं जानीमः प्रत्ययस्य स्वभावः पश्यामः चेदेव ज्ञातुं शक्यते दिस् इस् टु बि वेन् वि रीड् द सूत्रः देन् ओन्लि वि विल् कम् टु नो अस्तु वृद्धिकार्यं कदा करणीयं गुणकार्यं कदा करणीयं सूत्राधारेण एव करणीयम् परन्तु तत्र मुख्यं किम् अस्ति वाट् इस् द मेन् पायिण्ट् ओवर् दियर् प्रत्ययस्य स्वभावस्य आधारीकृत्य एव कार्यं भवति प्रत्ययः कीदृशप्रत्ययः तथैव धातुः कीदृशधातुः अन्ते स्वर अस्ति वा उपधायां स्वर अस्ति वा तत्रापि अनुबन्धानां तत्र प्रयोजनं दृश्यते अतः अनुबन्धाः तत्र तेषां का बहूनि कार्याणि सिद्ध्यन्ति इति अत्र लिखितमस्ति महत्पूर्णकार्याणि अनुबन्धैः सिद्ध्यन्ति इति लिखितमस्ति सो हौ केन् वि टेक् औट् हौ वि विल् नो देट् विच् इस् द अनुबन्धवर्णाः इति संज्ञक प्रकरणम् इति आवश्यकं प्रकरणम् अस्ति वेन् वि रीड् वि शुड् बै हार्ट् दि सेवन् सूत्रः अपि च वार्तिकम् तेन आधारेण एव वयं प्रत्ययस्य स्वभावः कः धातु कीदृशः ज्ञातुं शक्यते सो इत् संज्ञाप्रकरणम् इस् एन् इम्पार्टेण्ट् दिस् लेसन् इन् दिस् पाणिनि धातु पाठि पाणिनि व्याकरणे सो अनुबन्धैः यः निष्कासनं कदा केन भवति अनेन सप्तसूत्रैः तेषां निष्कासनं भवति सो वि शुड् नो दिस् संशयः अस्ति महोदय पृच्छामि वा आं वदतु भगिनि अत्र भू इति धातुः भूसतायम् इति अस्ति अनन्तरम् उपधायम् एकवर्णः अस्ति अतः तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन भो भवति अनन्तरम् ओकारस्य स्थाने यान्तवान्तात् सन्धिः भूत्वा एचो यव यवः इत्यनेन ओकारस्य स्थाने अवादेशः भवति अनन्तरं भव इति भवति भवयोः प्रतिमस्ति ति इति अतः भवति इति भवति अत्र भवयोग अयोगति भवति भवयोगः बहुयोगः आयोगः ति अस्ति वर्णमेलनेन भवति इति भवति परन्तु अचोनिति अत्र कार्यं करोति वा महोदय अत्र अचोनिति कदा कार्यं करोति यदा वयं सि निच् इस् अ टैप् आफ् प्रत्ययः निच् प्रत्ययः केन् कम् आफ्टर् any type of धातुः न केवलं तत्र क्रय अन्तिमं चुरादिगणे निच् प्रत्ययः तु स्वार्थे अस्ति परन्तु निच् प्रत्ययः केन् कम् प्रेरणार्थे अस्ति, यथा पठ् बिकम्स् पाठ्, तत्र यः पाठस्य कृते प्रेरणा ददाति सः पाठयति, आचार्यः पाठयति, परन्तु शिष्यः किं करोति, पठति. सो निच् प्रत्ययः केन् कम् आफ्टर् आल् द 2000 धातुस् वी केन् यूस् दिस् निच् प्रत्ययः इन् प्रेरणार्थे, इन् प्रेरणा अर्थः वी केन्. सो भू अनन्तरमपि निच् आगन्तुं शक्यते, परन्तु लटि यत्र यत्र निच् आगच्छति तत्र अचूनिति इति कार्यं करोति. आम् सत्यं सत्यं भगिनि, बहु धन्यवादः. सो दिस् निच् प्रत्ययः न केवलं व्याकरणे स्वार्थे अस्ति यथा चुरादिगणे, निच् कम्स् निच् प्रेरणार्थे अपि अस्ति. सो यत्र यत्र निच् चुरादिगणधातु विहाय अन्यधातु अनन्तरम् आयाति तत्र तु निच् केवलं प्रेरणार्थे एव अस्ति. सो तत्र किं भवति, धातुः अन्तिमस्वरस्य वृद्धिः भवति यत्किमपि धातुः भवेत्. अस्तु, कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु. अन्यथा तत्र अन्तिमवाक्यं प्रत्ययेन च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः अस्ति खलु, वृद्धिः भवति. आम् भवति. तदनन्तरं न च क ग इत्येनातान् अनुबन्धान् विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः भवति इति वक्तव्यं, तत् वृद्धि भूत्वा भवति वा? न न न वृद्धि भूत्वा तदनन्तरं स्वर गुणः भवति वा? आम्, अत्र दृश्यतु भगिनि किं लिखितमस्ति. मूर्धन्यनकारः, तालुनकारः, ककारः अपि च कण्ठनकारः इति एतान् अनुबन्धान् विहाय, लीविङ्ग् दीस् फोर् प्रत्ययस्य अन्य कोऽपि अनुबन्धः चेत् इत्युक्ते शित् चेत्, पित् चेत्, अथवा टित् चेत्, अथवा तत्र धातोः अन्तिमस्वरस्य गुणः भवति इति लिखितमस्ति. सो केवलं नित् अपि च नित् मूर्धन्यनकारः अपि च तालुनकारः परे अस्ति चेदेव वृद्धिकार्यम्, अन्यथा तत्र वृद्धिः कदापि न भवति. निच् प्रत्ययः अथवा निच् प्रत्ययः अस्ति चेदेव वृद्धिकार्यम्. एतान् वर्णान् अनुबन्धान् विहाय कोऽपि अन्य अस्ति चेत् तत्र तु गुणकार्यम् एव भवति. धन्यवादः. दिस् विल् बिकम् क्लियर् इन् द नेक्स्ट् बिकास् द नेक्स्ट् लेसन् इस् विद् रेस्पेक्ट् टु गुणकार्यम् एण्ड् वृद्धिकार्यम् एव. तत्र सूत्राधारेण गुणकार्यं कदा भवति, कथा भवति, अपि च वृद्धिकार्यं कथा भवति इति यः नूतन यत्र पाठम् अस्ति तत्र दिस् विल् बिकम् क्लियर् धियर् बिकास् यु हेव् नाट् रेड् देट् सूत्राधारेण कदा गुणकार्यं भवति अपि च वृद्धिकार्यम्. अस्तु, चेतन भगिनी प्रश्नः अस्ति वा? आं भगिनि, जूस् विषये तत् भवती लिखितवती खलु, जि इति तिङ् प्रत्ययस्य स्थाने जुस् प्रत्ययस्य आदेशः लिङ्लकारे सूत्रम् अस्ति. परन्तु वेन् इट् चेञ्जस् दट् जि चेञ्जस् टु जस् इट्स् नो लाङ्गर् उपदेशावस्था खलु, परन्तु इति आदेशरूपी प्रत्ययः अस्ति. जस् इति आदेशरूपी प्रत्ययः, परन्तु कस्य स्थाने, विभक्तिप्रत्ययस्य स्थाने, वट् ऐ हेव् रिटन् इस् देट् तत्र एकं सूत्रं नास्ति स्थानिवद्भावेन. स्थानिवद्भावः तत्र एकं किमस्ति, नियमः अस्ति, यस्य स्थाने आदेशः, अत्र जी स्थाने आदेशः. सो जी इति प्रत्ययस्य स्वभावः कः, विभक्तिप्रत्ययः. सो स्थानिवद्भावेन इति तत्र लिखितं, मया लिखितं. सो स्थानिवद्भावेन जस् अपि बिकम्स् अ विभक्तिप्रत्ययः, यद्यपि जस् इति प्रत्ययः तु मूलरूपमेव भगिनि, यत्र महर्षिणा प्रत्ययस्य आदेशं कृतम् अथवा आगमः कृतं सः तत्र मूलरूपम् एव वदति. अनन्तरम् अस्माभिः किं करणीयं, तत्र मूलरूपस्य के अनुबन्धाः, तदपि उपदेशावस्थायां. जे स्थाने यः जस् जुस् भवति, जुस् अपि मूलरूपम्. सूत्रे केवलं मूलरूपम् एव दत्तं. सो मूलरूपे अनुबन्धवर्णः अस्ति वा नास्ति, देट् वी हेव् टु लुक् फार्. कस्यचित् उपदेशस्य अनुबन्धवर्णः एव नास्ति, महर्षिणा अनुबन्धवर्णः एव न दत्तं, यथा वयं दृष्टवन्तः भू अपि च. परन्तु जुस् विषये तु तत्र यद्यपि सकारः तत्र हलन्त्यम् इति सूत्रेण तत्र इत्संज्ञा भवितुम् अर्हति, परन्तु न भवति. किमर्थं न भवति? जुस् यद्यपि विभक्तिप्रत्ययः नास्ति, परन्तु विभक्तिप्रत्ययस्य स्थाने जुस् प्रत्ययस्य आदेशः. सो स्थानिवद्भावेन यस्य स्थाने आदेशः, जी स्थाने जुस् आदेशः, न तु कोऽपि अन्यप्रत्ययस्य स्थाने. जी अपगच्छति, तस्य स्थाने जुस् आयाति. सो स्थानिवद्भावेन जुस् अपि किं भवति? विभक्तिप्रत्ययस्य, विभक्तिप्रत्ययः एव तस्य ग्रहणं करणीयम्. अतः तत्रापि सकारस्य इति न करणीयम्. किमर्थं चेत् विभक्तिप्रत्ययेषु तुस्माः इति न भवति इति सूत्रं वदति. तत्र एकं तत्र स्थानिवद्भावेन तत्र एकं सम्पूर्णसूत्रम् अस्ति व्याकरणे. इफ् यु गो टु अष्टाध्यायी डाट् काम् एण्ड् टैप् जस्ट् टैप् सूत्र सूत्रपाठे तत्र स्थानिवद्भावः इति तत्र टैप् कुर्मः चेत् इट् विल् गिव् द सूत्रः. तत् सूत्रं किम् अस्ति? यस्य स्थाने आदेशः, अत्रापि आदेशः भवति, सः स्थानिवद् तत्र तत्र तस्य स्वभावः भवति इति तत्र तस्य अर्थः. अस्तु, इदानीम् एकं नूतनकरपत्रस्य प्रति गच्छामः. धातुगणाः वयं दृष्टवन्तः, तत्र दश धातुगणाः महर्षिणा तत्र ये उपधिसहस्रधातवः तत्र धातुपाठे पाणिनिधातुपाठे सन्ति, तेषां विभजनं महर्षिणा दशसु गणेषु कृतं. किमर्थं चेत् तत्र लौकिक यः अन्तिमं लटीरूपं पश्यामः चेत् तत्र किं भवति, भिन्नभिन्नधातुषु धातुतिङ्मध्ये भिन्नभिन्नवर्णाः तत्र तत्र दृश्यन्ते. सो तेषाम् आधारीकृत्य तत्र किं पाणिनिमहर्षिणा ये उपधिसहस्रधातवः दशसु गणेषु विभक्ताः. सो तत्र वयं दृष्टवन्तः, कस्यचित् गणे गुणकार्यं भवति, कस्मिंश्चित् गणे यथा तदादिगणे गुणकार्यं न भवति, तत्र धातुः यः स्वरः तत्र कोऽपि परिवर्तनं न भवति. परन्तु तत्र सूत्रं किं, केन सूत्रेण गुणकार्यं, केन सूत्रेण गुणकार्यस्य कृते बाधा इति वयम् इदानीं पर्यन्तं न जानीमः. बिकास् वी वेर् नाट् नोयिङ्ग् हौ टु रीड् द सूत्र, सूत्रे तत्र कीदृशः कोड् अस्ति इति वयम् एतावता तत्र पठितम्. सो अत्र किम् अस्ति, गुणः सूत्रसहितदृष्टिः. सो ये धातु गणे दशसु गणेषु ये तत्र कार्यं भवति, कुत्रचित् गुणः भवति, कुत्रचित् गुणकार्यं न भवति, तत्र सूत्र आधारेण कथं तत् भवति इति अत्र अस्मिन् करपत्रे तत् सर्वं दत्तम्. अस्तु, इदानीं तत्र आरम्भं कुर्मः. का पठितुमिच्छति? कृपया स्वयम् अग्रे आगच्छतु. अनसूया भगिनी पठितुमिच्छति वा भगिनि? आं भगिनि. सूत्रसहिता दृष्टिः एतावता अस्माभिः दृष्टं यत् भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति, केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टं. कानिचन उदाहरणानि अपि निरूपितानि आसन्. इदानीं पुनः गुणविषये विचारयामः। अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यति। पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्। तव संस्कृत तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते। एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते। इदं मानचित्रं सूत्ररूपेण विरचितं तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति। व्याकरणलोके सूत्रं प्रमाणम्। अतः एवं रीत्या धातुविषये अपि अवलोकनीयं। पद्धतिः अपि अत्यन्तसुन्दरी। तर्हि अग्रे सरेम धातुगुणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयामः। अत्र किमपि विवरणं न यत् किमपि लिखितं तस्य विषये एव वदतु। सर्वे एव विदितमस्ति, विवरणं कोऽपि न आवश्यकम्। अस्तु, अत्र वदतु, अत्र सूत्रसहिता दृष्टिः, अत्र सूत्रसहिता चर्चा, अपि च अत्र अस्ति कुत्र किमपि वक्तुम् अहं पृच्छामि भगिनि, अहं पृच्छामि। अत्यन्ता सुन्दरी, किमर्थम् अत्र सूत्रसहिता दृष्टिः, सूत्रसहिता चर्चा, अत्यन्ता सुन्दरी इति किं लिखितं, किमर्थं लिखितमस्ति जानाति वा? सूत्रसहितदृष्टिः नास्ति, सूत्रसहिता दृष्टिः। सूत्रसहिता स्त्रीलिङ्गमस्ति, ततः कः पदः, कः पदः स्त्रीलिङ्गमस्ति? पुल्लिङ्ग, पुल्लिङ्ग अस्ति, तदा दृष्टिः आगच्छति। सत्यं, दृष्टिः इति इकारान् स्त्रीलिङ्गशब्दः, अतः अत्र सहिता, सहितं दृष्टिः, तथैव अत्र चर्चा स्त्रीलिङ्गपदम् अस्ति, अतः सूत्रसहिता चर्चा, न तु सहित, सूत्रसहितं नास्ति, सूत्रसहितः नास्ति, सूत्रसहिता चर्चा, चर्चा इति पदं स्त्रीलिङ्गम्। सुन्दरी, अत्यन्ता सुन्दरी, किमर्थं चेत् पद्धतिः, पद्धति अत्यन्ता सुन्दरी, पद्धतिः, पद्धतिः इति पदस्य कृते विशेषणम्। अत्यन्ता अपि च सुन्दरी, पद्धतिः इकारान्त स्त्रीलिङ्गशब्दः, अतः सुन्दरी, सुन्दरं नास्ति, सुन्दरः नास्ति, सुन्दरी अस्ति, तथैव सहिता, सहिता। सो वी शुड् नोट् दीस् पायिण्ट्स्। अस्तु, अत्र किम्, अत्र किं लिखितमस्ति, तत्र धातु अङ्गे तत्र स्वराणां गुणः भवति भुवादिगणे, परन्तु तुदादिगणेः गुणः न भवति। इदानीं तत्र वयं किं, किमर्थं न भवति? इदानीं पर्यन्तं वयं किं पठितवन्तः? शकारः पकारः इत्संज्ञकः अस्ति चेत् तत्र गुणः भवति, परन्तु केवलं शकारः इत्संज्ञकः अस्ति, पकारः इत्संज्ञकः नास्ति चेत् गुणस्य कृते बाधा। परन्तु सूत्रं किम्, इदानीं तु वयं न जानीमः, कं सूत्रं वदति अपित् प्रत्ययेषु गुणस्य कृते बाधा, कः सूत्रं वदति शित्पित् प्रत्ययः निमित्तीकृत्यः गुणकार्यं करणीयम्, अपि च इदानीं पर्यन्तं किं जानीमः, केषां केषां स्वराणां गुणादेशः भवति, वदतु केषां स्वराणां गुणादेशः भवति? शकारस्य गुणादेशः भवितुं शक्यते, न न, वाट् इस् द क्वश्चन्, केषां स्वराणां गुणादेशः भवति, धातुः केषां स्वराणां गुणादेशः भवति? अकार, उकार, एकार, अकारस्य गुणः भवति वा भगिनि? अकार, अकारः अ इति स्वरः, अकारस्य गुणः भवति खलु अकारस्य गुणः कः ओकारः भवति अकार अस्ति चेत् अकार न अकार न उकार इकार एकार उकार सोपानेन गच्छामि इकवर्णानाम् एव गुणः इकवर्णानाम् एव गुणः सो इक् प्रत्याहारे के वर्णाः इ उ रु अपि स्वरः रु अपि च लु इति स्वरः परन्तु तत्र धातुः लु इति स्वरः कुत्रचित् न दृश्यते सो त्रीणि स्वराणां तत्र गुणादेशः भवति इकारस्य गुणादेशः भवितुमर्हति उकारस्य गुणादेशः भवितुमर्हति अपि च ऋकारस्य गुणादेशः अपि भवितुमर्हति इकारस्य गुणः कः भगिनि इकारस्य एकारः भवति आम् उकारस्य उ इति स्वरः ओकारः अपि च ऋकारस्य कः गुणः अर् भवति तत्र अर् इति आयाति अकारः अरन्तनं रेफः परे अपि अस्ति उरनरपरः इत्यनेन तत्र सर्वदा रेफः अपि आयाति सो केषां स्वराणां गुणादेशः भवति इति तु इदानीं पर्यन्तं वयं जानीमः इक् स्वराणाम् एव गुणादेशः सो कस्य स्वरस्य कः गुणितवर्णः कः अत् एङ् गुणः इति सूत्रम् अस्ति संज्ञासूत्रम् अत् एङ् गुणः इति वदामः चेत् अत् इति कथनेन तत्र केवलं ह्रस्व अकारस्य ग्रहणं तपरकरणम् अस्ति सो अकारः एङ् इति प्रत्याहारे एकारः ओकारः द्वौ वर्णः एव स्तः तत्र सो अकारः एकारः ओकारः एते त्रयः वर्णः गुणवर्णः सो एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते सो इकारस्य स्थाने एते त्रिषु गुणवर्णेषु एकारः आयाति किमर्थं चेत् तुल्यास्य तत्र किं सूत्रमस्ति न परिभाषासूत्रमस्ति स्थाने अन्तरतमः स्थाने अन्तरतमः इति सूत्रेण तत्र इकारस्य तुल्यतमवर्णः एव आगन्तुं शक्यते यद्यपि अत्र त्रीणि गुणितवर्णः परन्तु एकमेव गुणितवर्णः आगन्तुं शक्यते सो इकारस्य तुल्यतमवर्णः एकारः तथैव उकारस्य ओष्ठवर्णः उकारस्य तुल्यतमवर्णः ओकारः ओकारः अपि ओष्ठवर्णः सो तुल्यतमवर्णः एण्ड् ऋकारस्य अर् इति अकारः आयाति अनन्तरं रेफः आयाति परन्तु प्रथमे तु रु इति स्वरस्य तत्र यद्यपि मूर्धा इति तस्य उच्चारणस्थानम् अस्ति परन्तु तत्र अकारस्य ग्रहणं करणीयम् इति तत्र नियमः सो तत्र रुस्थाने आदौ अ आयाति अनन्तरं तस्य परे रेफः अपि आयाति सो रुस्थाने अर् इति आदेशः भवति सो इदानीं पर्यन्तम् एतत् सर्वं वयं जानीमः परन्तु तत्र केन सूत्रेण एतादृशः सर्वं कार्यं भवति तत् तु वयं न पठितम् अतः अस्मिन् करपत्रे तत् सर्वं दत्तं किमर्थं चेत् व्याकरणलोके सूत्रम् एव प्रमाणं सूत्राधारेण एव कार्यं करणीयं न तु वयं वदामः अत्र तु नियमः अस्ति शित्पित् अस्ति चेत् तत्र कार्यं करणीयं न किं सूत्रं वी हेव् टु गिव् द सूत्रः केन सूत्रेण अत्र किं सूत्रं वदति शित् पित् अस्ति चेत् कार्यं पित् नास्ति चेत् कार्यस्य कृते बाधा किमर्थं चेत् व्याकरणलोके सूत्रम् एव प्रमाणं सूत्रम् एव तत्र किमस्ति प्रूफ् अस्ति कार्यस्य कृते अतः सूत्रद्वारा एव वयं गुणादेशः वा वृद्धि आदेशः वा इति सर्वं वयं कुर्मः परन्तु सूत्रं किं तत् अग्रे पठामः अतः एव रीत्या धातुविषये अपि अवलोकनीयं पदति एवम् व्यवस्था गुणव्यवस्था च सूत्रस्य माध्यमेन सो सूत्रमाध्यमेन एव वयं तत्र किं गुणः करणीयं वा, कीदृशकार्यं, वृद्धिकार्यं करणीयं वा, अथवा गुणकार्यस्य कृते बाधा अस्ति वा इति वयं सूत्रस्य माध्यमेन एव तत्र तस्य परिशीलनम् अस्माभिः करणीयम्. अग्रे पठनीयं वा? कोऽपि अन्य पठितुम् इच्छति वा? कृपया स्वयम् अग्रे आगच्छतु. पठामि भगिनि. अधुना तत्र खलु अधुना प्रथमं नियमम् अवलोकयामः. भूधातोः माध्यमेन भवादिगणे धातोः अन्तिमवर्णः इ इ सोरि कुत्र गतम् इ इ ऊरु अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू भो जि जे सृ सृ स इति भवति. अस्तु, उपरि लिखितः नियमः पूर्वमेव सर् सर् अस्तु नियमः पूर्वमेव दृष्टः. किन्तु अयं नियमः कुतः आगतः इति चेत् भू शप् ति भवति इति उदाहरणं पश्यामः. सर्वेपि जानन्ति खलु भू स्थाने ई स्थाने गुणः भवति, इकर्ण एव गुणः भवति. भू शप् प्रत्यय अकारः भवति, अका भू अका इति आव् भवति, एषवा इति महोदय. आम्, अत्र एकं मुख्यम् अस्ति. वयं किं पठितवन्तः इक् वर्णानां गुणः. सो इक् वर्ण इक् इति प्रत्याहारे इ ऊरु अस्ति. सो अत्र वयं दृष्टवन्तः तत्र माहेश्वरसूत्रेषु यदा वयम् इ वदामः चेत् तत्र अष्टादश इकाराणां तत्र ग्रहणं भवति, तथैव अष्टादश उकाराणां ग्रहणं, तथैव ऋकारस्यापि अष्टादश प्रभेदः. सो न केवलं ह्रस्व इकारस्य गुणः, अन्ते ह्रस्व इकारः अस्ति तस्य गुणः, परन्तु अन्ते दीर्घ इकारः अस्ति तस्यापि गुणः, तथैव अन्ते उ अस्ति अथवा ऊ अस्ति यथा भू इति अस्ति, अत्र ऊ दीर्घ उकारः, तस्यापि गुणः. सर्वे इक् वर्णानां तत्र गुणः भवति इति वयं दृष्टवन्तः पूर्वे अपि. अन्ते स्वरः दीर्घ भवेत् अथवा ह्रस्व भवेत् तस्य तु गुणः भवति यदा तस्य परे शप् इति विकरण प्रत्ययः आयाति. सो तत्र इक् प्रत्याहार वदामः चेत् तत्र ह्रस्ववर् स्वरस्य अपि ग्रहणं, दीर्घस्वरस्य अपि ग्रहणम् इति तत्र तत्र स्मर्तव्यं, सदा स्मर्तव्यम्. अन्ते ह्रस्वस्वरः अस्ति अथवा दीर्घस्वरः अस्ति तस्य तु गुणः भवितुम् अर्हति, परन्तु उपधायां तत्र किं केवलं ह्रस्वस्वराणाम् एव तत्र किं गुणः. तत्र वयम् एतत् सर्वं दृष्टवन्तः. उपधायां दीर्घस्वराणां गुणः न भवति, उपधायां केवलं लघुस्वराणां, लघु इकवर्णानाम् एव गुणः. लघु इत्युक्ते ह्रस्व, ह्रस्वस्वराणाम्. उपधा वदामः चेत् अन्तिम अलस्य पूर्वे यत् वर्णः तस्य उपधा इति संज्ञा व्याकरणे अस्तु. अत्रापि पठतु गुणस्य चिन्तनक्रमः. श्रूयते वा भगिनि? अहं म्यूट् मध्ये वदन्ती अस्मि. गुणस्य चिन्तनक्रमः आहत्य प्रक्रिया एतादृशी: भू अधिक शप् अधिकति लशक्पतदिते हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः भू अधिक आ अधिकति किञ्चित् सार्वधातुकं किञ्चित् सार्वधातुकम् इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा सार्वधातुक अर्धधातुकयोः इत्यनेन सार्वधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भो अधिक आ अधिकति एचोयवा इत्यनेन ओ स्थाने आव् भवति. आव् प्लस् आ प्लस् ति वर्णमेलने भवति. अत्र साररूपेण सूत्रं दत्तं, परन्तु सूत्रस्य यः विवरणम् अस्ति सः अग्रे अत्र अस्मिन् करपत्रे अस्ति, परन्तु अत्र लिखितमस्ति कि कैः सूत्रैः अत्र कार्यं शप् शप् प्रति लशकोतदिते इति सूत्रस्य आधारेण शकारस्य लोपः भवति, हलन्त्यमित्यनेन पकारस्य शकारस्य लोपः भवति, लशकोतदिते शकारः शकारस्य किं भवति वा श्रूयते इच्छज्ञा भूत्वा सम्यक्तया वक्तव्यं शकारस्य शकारस्य इत्संज्ञा भूत्वा लो तस्य लोपः इति सूत्रस्य आधारेण लोपः भवति. पकार अपि शृणोतु भगिनि, लशकु तदिते इति संज्ञासूत्रम्, अनेन सूत्रेण केवलं नामकरणं भवितुम् अर्हति, कार्यं न भवितुम् अर्हति. अनेन सूत्रेण केवलं शकारस्य इत् भवितुम् अर्हति तावदेव. सो लशक्व तदिते इत्यनेन किं भवति, शकारस्य इति नामकरणं भवति तावदेव. सो सम्यक्तया वक्तव्यं तत्र लशक्व तदिते इत्यनेन शकारस्य इत् हलन्त्यं हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति, आ एव अवशिष्टभागम्, भू अधिका आ अधिका इति एचोवायः इति सूत्रस्य आधारेण भवति आव् भवति भवति इति भू अधिक आ अधिक टि इति भू अधिक ओ अव भवति भवति भवति आव् भवति भू अधिक आव् अधिक आ अधिक टि भवति. सत्यं. सो अत्र भूयोग अयोग ति अस्ति. इदानीं मया किम् उक्तं पूर्वे, प्रत्ययस्य स्वभावः कः, धातु अनन्तरं यः प्रत्ययः दृश्यते तस्य स्वभावः कः, इत्युक्ते अस्मिन् स्वभावः इति वदामः चेत् हौ केन् वि नो द प्रत्ययस्य स्वभावः, अनुबन्धवर्णै द्वारा वर्णद्वारा एव वयं ज्ञातुं शक्यते प्रत्ययस्य स्वभावः कः. सो अ इति प्रत्ययः तत्र शकारस्य इत् अपि च पकारस्य इत् स्वशित् प्रत्ययः अस्ति, अपि च पित् प्रत्ययः अस्ति. अ इति प्रत्ययः शित् अपि अस्ति पित् अपि अस्ति. यस्मिन् शकारः इत् सः प्रत्ययः शित्, यस्मिन् पकारः इत् सः प्रत्ययः पित्. सो दिस् शप् प्रत्ययस्य कति नामानि, शित् प्रत्ययः, पित् प्रत्ययः, अपि च शप् इति प्रत्ययः, विकरणप्रत्ययः. So there are three types. You can call this shap pratyah by three names. One is vikaran pratyah, one is shit pratyah, one is pit pratyah. Anubandai hi nama karanam kriyate. Astu, idanim. Ting shit sarvadatukam iti ekam sangya sutram. Anena api kevalam nama karanam kriyate. Kasya nama karanam? Pratyasya nama karanam. सत्यङ्गषित् सार्वधातुकम् इति सूत्रं वदति यस्मिन् प्रत्यये षित् षकारः इत् सः षित्. सो षित् प्रत्ययः अपि च तिङ्, तिङ् इति वयं जानीमः तत्र तिङ्समूहे कति प्रत्ययाः, अष्टादश प्रत्ययाः. सर्वे अष्टादश प्रत्ययाः अपि च सर्वे व्याकरणे यत्किमपि षित् प्रत्ययः, न केवलं शप् इति प्रत्ययः, श शन् श्ना श्नम् एते सर्वे षित् प्रत्ययाः, सर्वे षित् प्रत्ययाः अपि च अष्टादश तिङ् प्रत्ययाः. तेषां महर्षिणा किम् अन्यत् नामं दत्तं, सार्वधातुकम् इति नामकरणं नामम् अस्ति. यथा इत् इति एकं संज्ञा अस्ति, तथैव सार्वधातुकम् इति एकं, हि हेज़् गिवन् दिस् नेम् टु वट् टैप् आफ् प्रत्ययः, षित् सर्वे षित् प्रत्ययाः, तेषाम् अन्यनामः सार्वधातुक प्रत्ययः. तथैव अष्टादश तिङ् समूहे ये प्रत्ययाः आयान्ति तेषाम् अन्यनामः सार्वधातुक प्रत्ययाः. सो व्याकरणे सार्वधातुक प्रत्ययाः के प्रत्ययाः सार्वधातुक प्रत्ययः इति प्रश्ने सति चेत् अस्माभिः किं वक्तव्यं, सर्वे अष्टादश तिङ् प्रत्ययाः सार्वधातुक प्रत्ययः, अपि च यत्किमपि षित् प्रत्ययः व्याकरणे तदपि सार्वधातुकप्रत्ययाः इति तत्र अस्माभिः वक्तव्यम्। सो स्टिङ्क्षित् सार्वधातुकम् इत्यनेन किं भवति, शप् प्रत्ययः अपि सार्वधातुकप्रत्ययः भवति। अनन्तरं सूत्रमस्ति, विधिसूत्रम्, सार्वधातुक आर्धधातुकयोः इति विधिसूत्रम्। विधिसूत्रेण किं भवति, कार्यस्य कृते निर्देशः, सार्वधातुक आर्धधातुकयोः इति विधिसूत्रम्। अनेन सूत्रेण किं भवति, किं वदति, धातुः अनन्तरं कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः आयाति चेत् तत्र इघन्तङ्गस्य इकः गुणः इति सूत्रस्य सम्पूर्णार्थः। सो एतत् सूत्रं विधिसूत्रं, तिङ्क्षित् सार्वधातुकं संज्ञासूत्रं, तस्य लोपः विधिसूत्रं, हलन्त्यम् अपि च लशकु तदिते संज्ञासूत्रं, सूत्रद्वयम्। सो अनेन सूत्रेण किं वदति, धातु अनन्तरं कोऽपि सार्वधातुप्रत्ययः अस्ति चेत् इघन्तङ्गस्य अन्ते स्थितस्य इकवर्णस्य गुणः। अतः अत्र धातु अनन्तरं सार्वधातुप्रत्ययः अस्ति वा नास्ति, आम् अस्ति, शप् इति प्रत्ययः सार्वधातुप्रत्ययः। कथं जानीमः, तिङ्क्षित् सार्वधातुकम् इत्यनेन जानीमः। शप् इति प्रत्ययः षित् अस्ति, अतः सर्वे षित् प्रत्ययः सार्वधातुप्रत्ययः। सो सार्वधातुप्रत्ययः परे अस्ति चेदेव इकवर्णस्य गुणः इति सूत्रं वदति। अतः अत्र भूयोग अ यदा भू सार्वधातुप्रत्ययः पश्यति तत्र भू किं भवति, भो भवति, बिकास् अनेन सूत्रेण उकारस्य गुणः भवति ओकारः। अनन्तरम् अत्र ओ योग अ अस्ति, कोऽपि अन्यत् अङ्गकार्यं नास्ति, इदानीं केवलं सन्धिकार्यम्। एचो यवायावहि वदतु भगिनि, आर्धदातक इत्युक्ते किं भगिनि, सार्वदातक जानामि, आर्धदातक इत्युक्ते किं, ते अपि तत्र अग्रे लिखितम्। इत्युक्ते तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति, सो अष्टादश तिङ् प्रत्ययः अपि च सर्वेषित् प्रत्ययः, तेषां संख्या सार्वधातुकं। साक्षात् अनन्तरं महर्षि वदति आर्धधातुकं शेषः, इत्युक्ते धातु अनन्तरं कोऽपि तिङ् विहाय षित् विहाय कोऽपि अन्यप्रत्ययः आयाति चेत् तस्य आर्धधातुक इति संज्ञा, आर्धधातुकं शेषः इति सूत्रम्। सो सर्वे शेष प्रत्ययः तिङ् विहाय अपि च षित् विहाय, यथा तव्यत् इति प्रत्ययः, तव्यत् इति प्रत्ययः षित् नास्ति, तत्र कोऽपि शकारः इति नास्ति, तव्यत् इति प्रत्ययः तिङ्समूहे अपि न आयाति, तिप्तस् जि सिप्थस्थ मिप् वस्मस् त आतां ज था साथां द्वम् इट् वहि महिङ् एते अष्टादश तिङ् प्रत्ययाः, तत्रापि तव्यत् न आयाति, तव्यत् प्रत्ययः षित् नास्ति। सो सर्वे तिङ्षित् विहाय सर्वे प्रत्ययानां तत्र नामकरणम् आर्धधातुक् इति भवति। सूत्रं किमस्ति, आर्धधातुक् शेषः, शेषः इति कथनेन तिङ्षित् विहाय अन्य सर्वे शेषधातवः ये धातु अनन्तरम् आयाति तेषां आर्धधातुक् इति संज्ञा भवति। सो तत्र एतत् विषयः अग्रे आयास्यति भगिनि, चिन्ता मास्तु। सो भो योग अयोगति अनन्तरम् एचो यवायः ओ स्थाने अव इति आदेशः, एतत् सूत्रं तु वयं जानीमः, तत्र अयादिसन्धि अस्ति। सो ओ स्थाने अव भवति, सो भव इति अङ्गम्, अनन्तरं केवलं वर्णन्मेलनं भवति इति रूपम्। सो अत्र अत्र लघुरूपेण सर्वं दत्तं, परन्तु सूत्रस्य कः अर्थः, कथं सूत्रं पठामः इति सूत्रस्य सम्पूर्णविवरणम् अग्रे दत्तम्। आम्, अत्र दत्तं सार्वधातुक आर्धधातुक सूत्रस्यापि तत्र व्याख्या दत्तम् इति अग्रिमवर्गे तत्र पश्यामः। सो we have to mention all these sutras kimartham chet vyakarane yat kimapi whatever change we are doing this shab became kevalam akarah katham sutram eva pramanam we have to give the sutra anantaram this bo bu became bo katham it bhavati we have to give the sutram kimartham सूत्रम् एव प्रमाणं व्याकरणे सो वी हेव् टु मेन्शन् द सूत्र केन सूत्रेण अत्र कार्यं महर्षि वदति वा न वदति आर् वी आर् डूयिङ्ग् इट् औट् आफ् अवर् ओन् दिस् इच्छा सो अत्र सूत्रम् एव तत्र वक्तव्यम् अनन्तरं दिस् भू बिकेम् तत्र ओ स्थाने अव् इति आदेशः कथं सन्धिसूत्रेण एचो यवायावः इति अपि एकं सूत्रम् अस्ति अनेन सूत्रेण this o became au yada tasya pare kopi achvarnah athah tat anantaram tatra kevalam varnamelanam varnamelanam kurmah chet bhavati iti rupam bhavati iti tatra etadrishah tatra vyakhya asti astu so gunasya krite tatra kani kani sutrani avashyakani iti asmin karpatre dattam You should do one reading before coming to the class. Do the one reading of the full Karpatram. Tena kim bhavati? Avgamanam saralam bhavati. Astu atra. Kopi prashna asti chet kripya prichhatu atra sthagama. Guna karana chuntanam. Astu. Nasti chet atra sthagama. Agrimeshu vargeshu tatra sutra vivranam pathamah. Dhanyavadam. शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः शुभदिनं महोदय धन्यवादः महोदय शुभदिनं धन्यवादः